पद्मपुराणं खण्डं 3 स्वर्गखण्डम् अध्यायं 2 सूत उवाच आदिसर्गमहं तावत् कथयामि द्विजोत्तमाः ज्ञायते येन भगवान् परमात्मा सनातनः सृष्टेषु प्रलयादूर्ध्वं नासीत् किञ्चिद्विजोत्तमाः ब्रह्मसंज्ञमभूदेगं ज्योतिर्वै सर्वकारकं नित्यं निरञ्जनं शान्तं निर्मलं नित्यनिर्मलम् आनन्दसागरं स्वच्छं यत्काङ्क्षन्ति मुमुक्षवः सर्वज्ञं ज्ञानरूपत्वादनन्दमजमव्ययम् अविनाशि सदा स्वच्छमच्युतं व्यापकं महद सर्गकाले तु सम्प्राप्ते ज्ञात्वा तं ज्ञानरूपकम् आत्मलीनं विकारं च तत्स्रष्टुमुपचक्रमे तस्मात् प्रधानमुद्भूतं ततश्चापि महानभूद सात्विको राजसश्चैव तामसश्च त्रिधा महान् प्रधानेनावृतो ह्येव त्वचा बीजमिवावृतं वैकारिकस्तैजसश्च भूतादिश्चैव तामसः त्रिविधोऽयमहङ्कारो महत्तत्त्वादजायत यथा प्रधानेन महान् महता स तथा वृतः भूतादिस्तु विकुर्वाणः शब्दतन्मात्रकं ततः ससर्जशब्दतन्मात्रादाकाशं शब्दलक्षणं शब्दमात्रं तथाकाशं भूतादिसममावृणोद शब्दमात्रं तथाकाशं स्पर्शमात्रं ससर्जः बलवानभवद्वायुस्तस्य स्पर्शो गुणो मदः आकाशं शब्दमात्रं तु स्पर्शमात्रं समावृणोद ततो वायुविकुर्वाणो रूपमात्रं ससर्जः ज्योतिरुत्पद्यते वायोस्तद्रूपगुणमुच्यते स्पर्शमात्रस्तु वै वायुरूपमात्रं समावृणोद ज्योतिश्चापि विकुर्वाणं रसमात्रं ससर्जः सम्भवन्ति तदोम्भासि रसमात्राणि तानि तु रसमात्राणि चाम्भासि रूपमात्रं समावृणोद विकुर्वाणानि चाम्भांसि गन्धं मात्रं ससर्जिरे स तस्माज्जादामही चेयं सर्वभूतगुणाधिका सत्सङ्खादो यतस्तस्मात्तस्य गन्धो गुणो मदः तस्मिंस्तस्मिंस्तु तन्मात्रा तेन तन्मात्रता स्मृता तन्मात्राण्यविशेषाणि विशेषाक्रमशोपराः भूततन्मात्रसर्गोय महङ्कारा तु तामसाद कीर्तितस्तु समासेन मुनिवर्यास्तपोधनाः तैजसानीन्द्रियाण्याहुर्देवा वैकारिकादश एकादशं मनश्चात्र कीर्तिदं तत्त्वचिन्तकैः ज्ञानेन्द्रियाणि पञ्चात्र पञ्चकर्मेन्द्रियाणि च तानि वक्ष्यामि तेषां च कर्माणि कुलपावनाः श्रवणं त्वक् चक्षुर्जिह्वा नासिका चैव पञ्चमी शब्दादिज्ञानसिद्ध्यर्थं बुद्धियुक्तानि पञ्च वै पायूपस्थं हस्तपादौ कीर्तिदा वाच्च पञ्चमी विसर्गानन्दनादान गत्युक्रिकर्म तस्मृतम् आकाशवायुतेजांसि सलिलं पृथिवी तथा शब्दादिभिर्गुणैर्विप्राः संयुक्ता उत्तरोत्तरैः नानावीर्या पृथक् भूतास्ततस्ते संहदिं विना नाशक्नुवन् प्रजा स्रष्टुमसमागत्य कृष्णशः समेत्यान्योन्यसंयोगं परस्परमथाश्रयाद एकसङ्काः सलक्ष्याश्च सम्प्राप्यैकमशेषतः पुरुषाधिष्ठितत्वाच्च प्रधानानुग्रहेण च महदादयो विशेषान्ता अण्डमुत्पादयन्ति ते तत्क्रमेण विवृद्धं तु जलबुद्बुदवत्सदा भूदेभ्योऽण्डं महाप्राज्ञा वृद्धं तदुदकेशयम् प्राकृतं ब्रह्मरूपस्य विष्णोस्थानमनुत्तमं तत्राव्यक्तस्वरूपोऽसौ विष्णुर्विश्वेश्वरः प्रभुः ब्रह्मरूपं समास्थाय स्वयमेव व्यवस्थितः स्वेदजाण्डमभूत् तस्य जरायुश्च महीधराः गर्भोदकं समुद्राश्च तस्याभून् महदात्मनः साद्रिद्वीपसमुद्राश्च सज्योतिर्लोकसङ्ग्रहः तस्मिन्नण्डे भवत्सर्वं सदेवासुरमानुषम् अनादिनिधनस्यैव विष्णोर्नाभे समुद्धितं यत्पद्मम् तद्धैममण्डमभूच्छ्रीकेशवेच्छया रजोगुणधरो देवस्वयमेव हरिः परः ब्रह्मरूपं समास्थाय जगत्स्रष्टुं प्रवर्तते सृष्टं च पात्यनुयुगं यावत्कल्पविकल्पना नारसिंहादिरूपेण रुद्ररूपेण संहरेत् सब्रह्मरूपं विसृजन्महात्मा जगत्समस्तं परिपादुमिच्छन् रामादिरूपं सदुगृह्ययादि बभूवरुद्रो जगदेदुत्तमम् इति श्रीपाद्मे महापुराणे स्वर्गखण्डे द्वितीयेऽध्यायः ॐ